ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। चलो सुप्रभातं, स्वागतम् अद्यतनवर्गे। ओके, कस्मिन् विषये वयं चर्चां कुर्वन् आसन्? कोऽपि किमपि स्मरति वा? आं महोदय, वदतु। अग्रे अग्रे अग्रे गम् अग्रे अग्रे इत्युक्ते अग्रे इत्युक्ते तत्त्वमपि डन् नत्वं डन् नुमागमाः अत्र अग्रिमं महोदय समाप्तं तत्र डन् अनन्तरम् अनन्तरं समाप्तं महोदय नश्चापदान्तस्य झलि तत् अपि डन् अनुस्वारस्य यै परसवर्ण अपि समाप्तम् समाप्तम् आमाम् परसवर्ण परसवर्णपीडन् स्थाने मोनुस्वार मोनुस्वार न कृतम्, अनुस्वारविषये समाप्तं हा। अनुस्वारस्य ययि परसवर्णः तत् कृतं हा। तत्र एक्चुलि हाफ् डन्, द प्रीवियस् वन् नाट् डन्। अप् टु दिस् परसवर्ण मन्ता मन्ता मञ्च मञ्च दट् इस् डन्। अनुस्वारस्य यै परसवर्ण दिस् इस् नाट् वि स्टाप्ड् एट् द प्रीवियस् वन्। अच्छा, अत्र वयं स्थगितवन्तः। आम् महोदय। ओके, यावत्पर्यन्तं स्मरणे किं किम् अस्ति तस्मिन् विषये किञ्चित् परिशीलनं कुर्मः भगिनि, किञ्चित् पुनःस्मरणं करोतु भगिनि प्लीस्। ब्राड् ब्राड् एक पुनःस्मरणं भगिनि सम्यक्। प्रथमतः किं प्रश्नमेवम् अस्ति, कस्मिन् विषये वयं चर्चां कुर्मः अथवा पठामः? धातुविज्ञानं, धातुविज्ञानम्। ओके, धातुविज्ञानम् एवं च टैटल् अस्ति, अत्र तत्र किं पठामः? अनुसूय भगिनी वक्तुं शक्नोति। वदतु वदतु, पठनीयं वा? धातुविज्ञानम् इति भागीरथी उक्तवती, परन्तु धातुविज्ञानं तु बहु बृहत् किं टापिक् अस्ति, अतः धातुविज्ञाने कस्मिन् विषये वयं पठामः? विषये पठामः वा? पठामि पुनस्मरणं वयं कस्मिन् विषये पठामः? धातुविज्ञानम् इति भागीरथी उक्तवती, परन्तु धातुविज्ञाने बहवः अंशाः सन्ति सन्ति प्रथमतः सत्त्वमस्ति, सत्त्व सत्त्वम् इत्युक्ते धात्वादेशः अस्ति चेत् तस्य नकारः भवति इति तत्त्वं बोधयति. भवती सत्त्वविषये वदति, अहं ओके स्थूलरूपेण कस्मिन् विषये वयं पठामः? अहं न स्मरामि महोदय, कस्य विषये करणीयमिति वदतु, अहं कर्तुं प्रयत्नं करोमि. ओके चन्द्रमती, भवत्याः अभिप्रायं किम्? न श्रुतवती, एकवारं वद प्रश्नं किम् इति वदति वा भगिनी, अहं न श्रुतवती, क्षम्यताम्. अत्र किञ्चित् कार्याणि करोति तद् तस्मिन् समये एतत् अपि शृणोति अहं प्रश्नं किञ्चित् समयं पाकशालां भवति अतः न श्रुतवती. कर्तनं भवति मध्ये, कर्तनं भवति, सम्यक् न शृणोमि. लौकिकरूपाणां प्राप्तुं अनुबन्धानां निष्कासनीयम्, अतः इच्छया प्रकरणं कृत्वा लौकिकरूपं प्राप्नुमः. एकं प्रथमकार्यं प्रथम सत्त्वं नत्वं नुमः उपधादीर्घः एतानि कार्यं कृत्वा एव भवती किं वदति? प्रथमम् इत्संज्ञाप्रकरणम्, अनन्तरं चत्वारि कार्याणि. चत्वारि कार्याणि कुत्र? इत्संज्ञाप्रकरणम् अनन्तरमेव करोमि. इत्संज्ञाविषये वयं प्रथमकार्यं कुर्मः, परन्तु सत्त्वं नत्वं निर्मागमः भागद्वयम् अस्ति. एकं तु अस्ति धातु, द्वितीयमस्ति प्रत्ययः. ओके कस्मिन् भागे किं कार्यम्? धातुकार्यं ओके सर्वम् आगमिष्यति, चिन्ता नास्ति. न चिन्ता मास्तु, चन्द्रमती तिष्ठतु, सर्वम् आगच्छति. ओके अनिल्, अन्म्यूट्. आं महोदय, इदानीम् अहं तु उक्तवती भागद्वयम् अस्ति, एकं तु अस्ति धातु, द्वितीयमस्ति प्रत्ययः. ओके कस्मिन् भागे किं कार्यं कर्तव्यम्? धातु प्रथमं धातु धातु सम्यक् चिन्तयामि. इत्संज्ञाविषये उक्तवती, तत् कुत्र कर्तव्यं? चलो संज्ञा द्वयो अपि अस्ति, धातुमध्ये अस्ति अपि प्रत्यय अपि अस्ति. ओके अतः इत्संज्ञाकार्यं धातोः अपि भवति, प्रत्ययस्य अपि भवति. ओके आम् एतत् स्पष्टम्. इदानीं प्रत्ययभागे अन्य किं कार्यं वयं कुर्मः? एकं तु इत्संज्ञाकार्यं, तदनन्तरम् अन्यकमपि कार्यमस्ति वा? आं महोदय, गुण भवति वा न भवति इति द्रष्टव्यम्. गुणकार्यविषये अपि कर्तव्यं न, गुणकार्यमपि कर्तव्यं. कुत्र गुणकार्यं भवति? धातु गुणकार्यं द्वयो अपि अस्ति, धातु वा गुण प्रत्यय अङ्गे अस्ति, प्रत्यय अपि अस्ति. पुनः वदतु गुणकार्यं कुत्र भवति? एक्चुलि गुणकार्यं प्रत्ययस्य अङ्गे भवति. प्रत्ययस्य अङ्गे भवति. अनिल् सम्यक् पठतु. हा उषा भवती किं वदति? हा गुणकार्यं कुत्र भवति? गुणकार्यं प्रथमं आफ्टर् डूयिङ्ग् लोपं वि हेव् टु जायिन् प्रत्यय. देर् आल्सो वि हेव् टु डू इत् संज्ञा. देन् वि हेव् टु योजयित्वा वि हेव् टु सी वेदर् अपित् आर् अपित्. पित् मीन्स् गुणकार्यं भवितुम् अर्हति. अपित् मीन्स् सार्वधातुक आर्धधातुकयोः. अपित् मीन्स् नित्य एव. अतः गुणकार्यं न भवति. गुणकार्यं भवति चेत् कुत्र भवति? धातु अङ्गे अङ्गे प्रत्ययस्य भागं भिन्नं, धातुभागं भिन्नम्. ओके, इदानीम् अङ्गविषये वदति. धातु अङ्गे वा धातु अङ्गे? धातुः विरति तिष्ठतु. हा तदेव अहम् इदानीं स्पष्टीकर्तुं प्रयत्नं करोमि. हा उषा आं भगिनि. आं महोदय. आं भगिनि. आं भगिनि. अङ्गविषये वदतु. अङ्गम् इत्युक्ते किं, कथं वयं निर्णयं कुर्मः? पूर्वे स्थित अङ्गं प्रत्ययपूर्वे, प्रत्ययस्य पूर्वं यत् यत्किमपि अस्ति तत् सम्पूर्णतया अङ्गम् इति उच्यते. ओके, इदानीं गुणकार्यं कुत्र भवति? अन्तिम अन्तिमवर्णः किम् इति वि हेव् टु सी अन्तिम वर्णं महोदय. अथवा उपधायां ह्रस्व अच् भवति चेत् गुणकार्यं भवितुम् अर्हति. ओके, केवलम् उपधायां अन्तिमवर्ण वि हेव् टु सी द लास्ट् वर्ण आल्सो महोदय. इफ् नाट् उपधायां ह्रस्व अच् चेत् गुणकार्यं भवितुम् अर्हति इति अहं मन्ये. ओके, गुणकार्यस्य कृते प्रत्ययः किम्? या प्रत्ययः किञ्चित् सार्वधातुकं. हा ओके, किञ्चित् किञ्चित् अस्पष्टमस्ति, किञ्चित् किञ्चित् स्पष्टमपि अस्ति. सीतालक्ष्मी आगच्छतु. अस्ति महोदय? बाहर् अस्मि महोदय. किं वदति सीतालक्ष्मी? भवती किमपि उक्तवती वा? आम् महोदय, बाहर् गर्से बाहर् है इसलिए वक्तुं न शक्नोति. ओके, विजया विजया कमान् अन्म्यूट्. आम् आम् कमान् अस्तु महोदय, नमस्कारः. शुभकामनाः. गुणकार्यम् अत्र द्वौ स्तः, एकस्मिन् पक्षे सार्वधातुक आर्धधातुकयोः पित् अस्ति चेत् अत्र गुणकार्यं भवति, अनन्तरम् उपधायां लघु इक् अस्ति चेत् अत्र पुहन्तलघुपदस्य च इत्यनेन अत्र गुणकार्यं भवति. बहु सम्यक्. अतः धन्यवादः महोदय. अङ्गभागे इदानीमेव अभवत्. प्रत्ययः केवलं डैरेक्षन् ददाति. प्रत्ययः अस्ति तत् पूर्वम् अङ्गभागं यत्किमपि अस्ति तस्मिन् भागे यदा अन्तिम इक् वर्णः इक् वर्णः अस्ति तदा गुणकार्यं भवति. अन्यथा उपदायाम् अपि इक् वर्णः अस्ति चेत् तदा अपि गुणकार्यं भवति. ओके, धन्यवादः महोदय. उषा, भागीरथी, चन्द्रमती, अवगतम्? अवगतं भगिनि. ओके, इदानीं वयं करपत्रं पठामः. ओके, किमस्ति धातु विज्ञानं द्वितीय करपत्रं. हा, तत्र वयं कस्मिन् विषये पठामः? इदानीं पुनः भागीरथी, भवत्याः पर्यायः. मूलधातूनां लौकिकरूपं प्राप्नोतुं धातुविज्ञानं पठामः, ज्ञातव्यम्. ओके, अनुसूया, अनुसूया भवती किं वदति अस्मिन् करपत्रे? अस्मिन् करपत्रे कार्याणि वयं कुर्मः. सर्वे उक्तवन्तः नत्वं सत्वं अनुमागमः उपदादीर्घ एतत् सर्वं वयं मन्दं मन्दम् अग्रे पठामः. ओके, परन्तु कार्याणि कुत्र भवति? कार्याणि धातुः एकदा धातुः शुद्धं करणीयं लौकिकरूपं पश्य द्रष्टव्यं, तदनन्तरं प्रत्यय इति उपयोजितुं शक्यते. आदौ लौकिकरूपं द्रष्टव्यम्. लौकिकरूपं द्रष्टव्यं, तत् कथम्? इत्संज्ञाप्रकरणं करणीयम्. इत्संज्ञाकार्यं समाप्तं, तत्तु वयं धातुः भागे अपि कुर्मः, प्रत्ययभागे अपि कुर्मः. एतत् वयं निर्णयं कृतवन्तः. धातोः रूपं पश्यामः. प्रथमपुरुषे एकवचने किम् अभवत् इति पश्यामः. चन्द्रमती, भवती किं वदति? मूलधातुः स्वीकृत्य अनन्तरं प्रक्रियार्थं किं किं करणीयं, तदेव प्रथमं इच्छज्ञा करणीयम्, अनन्तरं चत्वारि कार्याणि कृतवन्तः. इत्संज्ञा प्रथमकार्यं वयं धातुभागे अपि इत्संज्ञाविषयं वयं कुर्मः, प्रत्ययभागे अपि इत्संज्ञकार्यकार्याणि वयं कुर्मः. तत्तु समाप्तं. प्रत्ययस्य कृते अवशिष्टं तदपि वयं चर्चितवन्तः. इत्युक्ते प्रत्ययस्य आधारेण अङ्गभागे गुणकार्यस्य विषये वयं दृष्टवन्तः. इक् वर्णः अन्तिमवर्णः अथवा उपदायां लघु इक् वर्णः अस्ति चेत् सः गुणकार्यं भवति. तत्तु प्रत्ययस्य आधारेण अङ्गभागे भवति. इदानीं धातोः भवति, बहु सम्यक्, तदेव अहं किं पृष्टवती. ओके, चत्वारि कार्याणि धातोपरि भवति. ओके, ओके, सत्त्वकार्यम् इत्युक्ते किम्? उपदेशावस्थायां धातुः आदौ शकारः अस्ति चेत् तद् सकारः भवति. शकारः सकारः ओके. उच्चारणार्थं किञ्चित् अधिकं स्पष्टं वक्तुं शक्नोति? शकारः मूर्धन्यशकारः मूर्धन्यशकारः अस्ति चेत् उकारः भवति. सकारः इत्युक्ते तालव्यसकारः भवति. न तालव्य न दन्त्यसकारः भवति. ओके. अतः उपदेश अवस्थायां यदा मूर्धन्यषकारः आरम्भस्तरे अस्ति, इत्युक्ते प्रथमवर्णः मूर्धन्यषकारः अस्ति, तस्य परिवर्तनं कर्तव्यम्. ओके. पूर्णिमा पूर्णिमा उत्तरं दातुं सिद्धा अस्ति? न. ओके. शीस् ओन्लि लाक्ड् इन्. अनिल् द्वितीयकार्यं किम्? द्वितीयकार्यं नत्वं. नत्वम् इत्युक्ते इत्युक्ते दन्तनकारस्य न मूर्धन्यनकारस्य दन्तनकारे धातो परिवर्तनं धातो आदे. इत्युक्ते धात्वादे धातोः आदिमवर्णः मूर्धन्यनकारः अस्ति चेत् तस्य परिवर्तनं भवति दन्तनकारे. दन्तनकारे. ओके. इदानीं तृतीयकार्यं किम्? अनिल् किमपि वक्तुमिच्छति? न अहं तु तृतीयकार्यम् एव वक्तुम्. ओके. उषा गता. सीतालक्ष्मी सीतालक्ष्मी अस्ति. ओ भवती बहिः अस्ति इति उक्तवती. विजया नुमागमविषये वदतु. आं महोदय. नुमागमः विषये अत्र अत्र अटुकुपवाङ्नुं विजयवापि इति अस्ति. अनन्तरं रसाभ्यां नोणः समानपदे इति अस्ति. अत्र यत्र रेपः शकरः अस्ति तत्र रसाभ्यां नूम्नः समानपदे दन्ते नकारस्य स्थाने मूर्धन्यनकारः आगच्छति. अनन्तरम् अट्टुकूपवाङ्नुम् एवे अपि इति सूत्रेण अत्र अट्टु प्रत्याहारः अनन्तरम् अट्टुकुप् क कुचुटु तुप् इति अस्ति खलु तत्र कु अनन्तरम् अट्टुकुप् पकारः अट्टुकूपवाङ्नुं व्ययवायेपि अत्र अनुस्वारः अपि आगच्छति इति अहं मन्ये. अहं तु बहिः अस्मि महोदय अत्र. अस्तु. एतत् एव द्वे स्तः अत्र सूत्रौ सूत्राणि तावदेव खलु महोदय. अत्र यत्र दन्ते नकारः आगच्छति तत् स्थाने एतत् प्रत्याहारः दृष्ट्वा अत्र दन्तेनकारस्य स्थाने मूर्धनेनकारः आगच्छति. इतोपि वक्तव्यं वा महोदय? स्वीकरणं कृतवती. तत्तु विषयः आसीत् मूर्धन्यनकारस्य दन्त्यनकारे परिवर्तनं धातो दन्तेनकारस्य स्थाने मूर्धन्यनकारः आगच्छति. एतदपि अङ्गीकार्यम् अङ्गकार्यमेव. अङ्गकार्यं तत्तु सत्यं परन्तु निमागमविषये तु नास्ति. दशाभ्यां नोणः अट्कुप्वाङ्गुं व्यवहयति तत्सर्वं तु नकारणकारयोः चर्चा अथवा परिवर्तनं. निमागमः कदा भवति? ओ नुम् आगमः इदितो नुम् धातोः यत्र इदितो नुम् धातोः तदस्ति नुमागमः नकारस्य आगमः भवति न तत्र आमामां तत् स्थाने मिदचोन्त्यात् परः इति अचि यत्र अच् अन्ते अस्ति मिदचोन्त्यात् परः अच् अस्ति चेत् तत् परे एव एतत् भवेत् नुम् आगमः भवति ओ ओ एतत् नुं विषये वा अस्तु अस्तु नुं नुम् विषये कदा नुम् आगच्छति इत्युक्ते नकारस्य आगमः कदा भवति मिदचोन्त्यात् परः इति सूत्रमस्ति तत् मित् यत्र भवति तत् अनन्तरं मिदचोन्त्यात् यत्र अच् अस्ति अन्त्यात् परः एव एतत् नुम् आगमः भवति दट् इस् नुम् मकारः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति नुम् उकारः उच्चारणार्थं नकारः अच् वर्णात् परे भवति ओके तत्सर्वं तु नकारस्य स्थानं भवती निर्णयति ओके अहं मम प्रश्नः किम् अस्ति कदा भवेत् कदा भवति नकारस्य आगमः भवति ओके भिन्नता कुत्र स्पष्टमस्ति इदानीं भवत्याः उत्तरं नकारस्य स्थाननिर्णयं दर्शितम् ओके नुं यदा वयं नुम् आगमः कार्यं कुर्मः तदा नकारः कुत्र स्थापनीयं तस्मिन् विषये मिदचोन्त्यात् परः एतस्य आधारेण वयं तस्मिन् स्थाने स्थापयामः परन्तु प्रश्नः उदेति कदा नुम् आगमः भवति एव इति तो नुम् धातोः एतस्य स्पष्टीकरणम् आवश्यकम् यत्र विदित् धातु अस्ति तत् स्थाने यत्र इदित् अस्ति तत् स्था इदित् धातोः नुम् आगमः भवति खलु महोदय औपदेशिकधातुः अस्ति चेत् तत् तत् स्थाने स्थितम् स्थितः अवस्थायाम् एव तत्र नुम् आगमः भवति धातोः ओके भागीरथी भवती किं वदति अद्य किं जनाः आगच्छन्ति निर्गच्छन्ति धातोः पुनः स्पष्टीकरणं करोतु प्रयत्नं करोमि भगिनि इदितो उदितो नुं धातोः इदितः इत् अतः नुं नकारः आगमः भवति भगिनि इदित् इदित् इस् इत् इत् इत् इत् यदा इत् इत् संज्ञा इत् भवति तदेव इदित् इति अहं मन्ये इदानीं महोदये उदाहरणरूपेण स्वीकुर्मः चेत् अत्र वदी धातु बहु प्रसिद्धः धातुः अस्ति अत्र तत्र उपदेशाज अनुनासिके एतत् सर्वत्र अत्र अनुलोप अनुबन्धलोपानन्तरम् अत्र किमस्ति चेत् वद् एव तिष्ठति एतत् वयं जानीमः एव इदानीम् अत्र ईकारः वदि इति पूर्वमस्ति खलु एतत् इदित् अस्ति अतः तत् स्थाने इदितो नुम् धातोः कार्यं भवति अत्र वकार उत्तरवर्ति आकारः अस्ति तत् स्थाने मिदचोन्त्यात् परः इति सूत्रं कार्यं करोति अतः तत्र अचुवर्णात् अग्रे भवति इदानीं वन्द् भवति अनन्तरं तत्र नच पदान्तस्य जलि इत्यनेन अपदान्तस्य तत्र स्थितस्य नकारस्य स्थाने अनुस्वारः भवति. अनन्तरं अनुस्वारस्य ययि परसवर्णः इत्यनेन तत्र परवर्णः अत्र दकारः अस्ति, अतः तत्र अन्तिमवर्णः नकारः. एतत् मध्ये भूत्वा बन्द् इति प्रसिद्धं प्रसिद्धः धातुः अस्ति खलु महोदय, उदाहरणरूपेण स्वीकुर्मः चेत्. वदतु भगिनी, प्रथमं इत् दट् इस् बहवः इदितः सन्ति चेदपि, धातोः सन्ति चेदपि ह्रस्व इकारस्य इत्संज्ञा भवति चेत् तस्मिन् धातौ एव नुम् आगमः भवति. आमाम् इदित् अस्ति, अतः एव इदितो नुम् धातोः. तत् एव इदित् अस्ति भगिनि, एतस्य प्रश्नस्य उत्तरं ददातु. इदित् इत्युक्ते किम्? इदित् इत्संज्ञा इत्संज्ञाप्रकरण अनन्तरं इदित् भवति कस्य इत्संज्ञा स्मरतु तत् इकारस्य इत् कस्य इकारस्य भगिनि? इदानीं भवती उक्तवती केवलं ह्रस्व इकारस्य इति, इत्युक्ते केवलं ह्रस्व इकारस्य इत्संज्ञा भवति वा? भवति चेत् अपि ह्रस्व इकारस्य इत्संज्ञा भवति चेत् तत् तस्मिन् धातौ एव आगमः भवति. अतः दीर्घ इत्संज्ञा न भवति वा? भवति परन्तु आगमः नुम् आगमः न भवति इति अहं मन्ये भगिनि. न वा दीर्घा अस्ति, पठितवती भगिनि, बट् सम्यक् ज्ञानं न प्राप्तवती. ओके, द्वयमपि अहं चिन्तयामि. ह्रस्व इकारस्य इत्संज्ञा भवति चेत् अपि तत्र नुम् आगमः भवति, दीर्घ इकारस्य भवति चेत् तत्र नुमागमः न भवति इति भवती वदतु भगिनि. अहं साधु वा न साधु वा इति कृपया इदानीं चिन्तयतु. कस्य सूत्रस्य आधारेण इकारस्य वा उकारस्य वा यत्किमपि अच् वर्णः अस्ति तस्य संज्ञा वयं कथं कुर्मः, कस्य सूत्रस्य आधारेण? उपदेशे अजनुनासिके तत्र लिखितमस्ति वा केवलं ह्रस्व अच् वर्णस्य इत्संज्ञा भवति? न न न भगिनि, न दीर्घं तत्र आगच्छति न? आम् आं भगिनि, ह्रस्व अस्ति वा दीर्घ अस्ति यत्किमपि अच् वर्णः अस्ति अनुनासिकः अपि अस्ति तदा संज्ञा इति नामकरणं भवति, तदनन्तरं तस्य लोपः इत्यनेन तस्य अदर्शनमपि भवति. ओके, अतः भ्रमः अस्ति भवत्याः मनसि, केवलं ह्रस्वकारस्य कृते नुमागमः न, एवं नास्ति महोदय. महोदय महोदय वदतु. सो उपदेशे आचानुनासिक अपि तु सम्यक्, तत्र सर्व इकारस्य अस्ति, परन्तु सर्व इकारस्य अस्ति चेत् इत् इत् न इत् इत् इत्युक्ते केवलं ह्रस्व इकारः अस्ति न, उपदेशे अच् अनुनासिक इत् ओके द्वयोपि इत् अस्ति इत् इत् इत् इत् इत्युक्ते इदित् सो अत्र द्वितीय इत् इत्युक्ते इत् संज्ञा प्रथम इत् इत्युक्ते ह्रस्व इकार तत्तु सत्यं इदितो भवती भवती तामेव उक्तवती ओके अहं तु स्पष्टतया न उक्तवती न इत् इत्युक्ते ह्रस्व इकारः ओके अतः इदितो नुम् धातोः इत्युक्ते ह्रस्व इकारस्य इत्संज्ञा यदा अभवत् तस्मिन् समये नुम् आगमः भवति भागीरथी आं भगिनि परन्तु अस्माकं सूत्रं किं वदति उपदेशेया चनुनासिक इत् तत्र तु ह्रस्वमस्ति वा दीर्घमस्ति द्वयमपि इत् संज्ञा भवितुम् अर्हति ओके ओके सूत्रं तु अच्वर्णस्य अनुनासिकस्य विषये ओके ओके भगिनि उपदेशे अच् अनुनासिक इत् अनुनासिक अच् वर्णस्य कृते अस्ति ओके तो नुन् धातोः तत्र इदित् इत्युक्ते इत् इत् एतस्य स्पष्टीकरणं किमस्ति ह्रस्व इकारस्य इत् संज्ञा अभवत् ओके अनि तदेव स्पष्टीकरणं कृतवान् इदानीम् तदेव भगिनि इत् इदित् इत्युक्ते इत् ह्रस्व इकारस्य इत् इदित् इत्युक्ते ह्रस्व इकारस्य इत् यदा दीर्घ इकारस्य इत् अभवत् तदा ईदित् इति नामकरणं भविष्यति अवगतम् अवगतम् अवगतं सम्यक् आं भगिनि ओके धन्यवादः अनन्तरं विजयमहोदय स्थानं कुत्र नकारस्य स्थापनं भवति तस्मिन् विषये सा उक्तवती निजचोन्त्यात् परः एतस्य आधारेण कुत्र वयं नकारस्य स्थापनं कुर्मः किमर्थं कारणं नुम् इति अस्ति तत्र मकारस्य इत्संज्ञा भवति अतः तस्य नामकरणं मित् इति भवति अतः निदचोन्त्यात् परः इति सूत्रस्य अवकाशः मिलति ओके अतः यत्र मित् अस्ति अचः अन्त्यात् परः अन्तः ओके अतः नकारस्य स्थानम् अन्तिम अच् यत् किमपि अस्ति तस्य अनन्तरं स्थापनं भवति ओके तदनन्तरं पुनः एकं सूत्रम् आगच्छति नश्चापदान्तस्य झलि अतः अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम् इत्युक्ते अपदान्तः इत्युक्ते किमस्ति पदं नास्ति पदस्य अन्ते अस्ति ओके अतः तत्र नकारस्य अनुस्वारे परिवर्तनं भवति प्रथमकार्यं तदनन्तरम् अनुस्वारस्य यै परस्सवर्णः इति पुनः अन्य एकं सूत्रम् आगच्छति अनुस्वारस्य स्थाने अग्रिमवर्णः यदा वर्गीयवर्णः अस्ति तस्य किं अनुनासिक तस्मिन् वर्गस्य अनुनासिकवर्णस्य उपयोगं भवति अनुस्वारस्य स्थाने ओके तदेव विजय उदाहरणरूपेण वन्द् धातु विषये उक्तवती अवगतम् आम् आम् भगिनि ओके विजया आं महोदय हा आर् यु विलिङ्ग् टु टेक् ओवर् दिस् क्लास् क्यों क्या फरक है अत्र किमपि नास्ति भवती सम्यक् एव चलन्ति चालयति चालयिष्यति किमपि किं महोदय किमर्थम् एतत् भवत्याः कृते कार्यमस्ति वा अद्य अद्य न कारणं भवती तु यावत् पठितवती क्वालिफिकेशन्स् अपि अस्ति मम तु किमपि नास्ति भव मम तु एवमेव अहं पाठयामि परन्तु भवती एतत् बोर्ड् मध्ये वैट् बोर्ड् मध्ये अनन्तरं किमस्ति एतत् वैट् बोर्ड् मध्ये स्वीकृत्य अत्र लिखन्ति एव खलु खलु एतत् अहं न जानामि महोदय पाठः चलन्ति एतत् यत्र कुत्रापि सङ्गणकविषये किञ्चित् अस्ति खलु एतत् अहं न जानामि टेक्निकल् पूज्यमस्ति मम कृते अत्र बहु बडा पूज्यमस्ति किमपि टेक्निकल् विषये अहं न जानामि भगिनि अतः एव महोदय अहं मया उक्तम् एतत् विषये अहं पाठयिष्यामि तस्मिन् विषये तु चिन्ता मा करोतु तत्तु सेकेण्ड् इश्यू अस्तु महोदय अहं चालयिष्यामि चालयिष्यामि आम् आम् परन्तु टेक्निकल् इश्यूस् अहं न किमपि न जानामि एव टेक्निकल् इश्यूस् इस् नाट् अ मेजर् प्राब्लम् ओके लेखितुम् इति जानाति न लेखितुम् एतत् जानाति परन्तु वैट् बोर्ड् कुत्र अस्ति एतत् कथम् अत्र आगन्तुं वैट् बोर्ड् अहम् उपयोगं न करोमि अहं केवलं वर्ड् डाक्युमेण्ट् उद्घाटयामि अत्र आनुपूर्वी एतत् करोति खलु एतत् सम्यक् छात्राः पश्यन्ति अनन्तरम् एतत् सर्वे द्रष्टुं शक्यते एव एतत् विषये किम् अत्र आनुपूर्वी भगवती समीचीनतया अत्र पाठः चलन्ति एव करोतु महोदय you use word document na you write on word isn't it all your thesis and all you must have written in word no I know that is in word only I am doing it even sanskrit hindi tamil english sarvesham bhashayam aham etat vishe kartum shakyate eva parantu technical issues aham such a pujyam eva okay anyway I'll show you तत्र तु कान्फिडेन्स् अहं दातुं शक्नोमि ओके इट् इस् जस्ट् प्लेन् वर्ड् डाक्युमेण्ट् नथिङ्ग् एल्स् ऐ डोण्ट् डु एनिथिङ्ग् एल्स् वर्ड् डाक्युमेण्ट् एण्ड् ऐ एम् यूसिङ्ग् वाट् इस् दट् अळगी यु नो अळगी मम समीपे अपि अस्ति सङ्गणके अस्ति सङ्गणके अळगी अहं स्थापितवती तदेव अहम् उपयोगं करोमि चिन्ता नास्ति तत्र ऐ शो यु कलम् अत्र एव अस्ति वा अत्र लेखनीयम् एतत् प्रयोगं कुर्मः चेत् अत्र कलं कुत्र अस्ति एतत् लेखनी कलं न ऐ जस्ट् टैप् इट् एकनिमिषं ओ ओ ओ वर्ड् मध्ये टैपिङ्ग् करोति वा अहं टैपिङ्ग् करोमि अन्य किमपि न करोमि हौ आल् दिस् हस् कम् सी नौ अळति न ऐ जस्ट् डु कण्ट्रोल् टु कण्ट्रोल् टु एव कण्ट्रोल् टु करोमि इदानीं भवत्याः नाम वि ज या ओके दिस् इस् वे यु आल्सो आनुपूर्वी कर्तव्यं चेत् वयं किं कुर्मः वकार तदनन्तरं प्लस् इकार प्लस् अकार अस्तु महोदय एतत् जाने परन्तु अत्र पाठः चलन् मया अत्र अस्ति चेत् अत्र एतत् स्टाप् करणीयम् अनन्तरं वर्ड् मध्ये गन्तव्यं वा? अहं तु उद्घाटितं स्थापयामि. All these documents are open. Sutras list, now see, now here sutras are there. I've opened and kept it. Classwork, I've opened and kept it. Tada, shared document krite, saralam bhavati, sulabam bhavati. Tatra, yetet anum, Chandrabindhu kathamatra, upadesha janmasika. एतत् कुत्र अस्ति? एकनिमिषं. अत्र देर् इस् की मेपिङ्ग् की. ओके, सो फ्रम् दिस् टेकन् औट्. ओके, सो लिटल् बिट् यु हाव् टु लुक् एट् इट् वाट् ऐ डिड् न ऐ सेकेण्ड् डिड् आर् एन् डि आफ् आल् दिस्. ओके, एण्ड् ऐ कापिड् इट् कण्ट्रोल् टु यदा अत्र स्थापयामः तत् सरलतया आगच्छति एव. संस्कृति इतोपि अत्र भवति, परन्तु अत्र मम प्रश्नः अकारः अस्ति चेत् अनुनासिकवर्णः उपरि अस्ति खलु, एतत् चन्द्रबिन्दुः, एतत् कथं स्थापनीयम्? Yeah. One, I don't remember from where I got it. Key mapping of languages. Let's see, Key mapping. Open, No, not this. This is not the one, sorry. There is a small box which opens, which shows you which alphabet for what. I'll discover that and I'll let you know. Let me know, Mahodaya. Yeah, Ashtu. I'll do that. Bhavati appi atra tishtutu aham kim karomi एतत् शोधनं करोतु. यदा अहं समीचीने करोमि न करोमि इति शोधनं करोतु. अद्य मम पुरस्कारः दिनं महोदय. अहं पुरस्कारः अद्य शास्त्रा यूनिवर्सिटि अस्ति खलु वडपणि मध्ये, मम पुरस्कारः व्यासविरुदु अद्य मया गन्तव्यमेव. अत्र सार्धदशवादने अत्र गन्तव्यं, परन्तु इदानीं किञ्चित् कार्यमस्ति खलु. एतत् मौन अल्पाहारः, अनन्तरम् एतत् किमस्ति सारी, एतत् समीचीनतया सज्जीकरणीयम्. Key mapping. See, this is the one that I clicked on. Key mapping, static help, and key mapping, dynamic help. Now, from here only, I'll pick out all the alphabets. Control 2, anantaram yetat. Key mappings. Once your, the Aragi page opens, you go into the here. Anubanta, Chandra Bindu, Astu, Agachati Atra. So you get this. You can keep this open, and in case you have a problem, refer to it. Okay. See, Chandrabindu katham karaniyam, avagraha chinnam katham karaniyam, anuswaraha katham karaniyam, tadapi likhitam asti sarvatra. Okay. See, ityukte, you have a capital M, and that Anuswara will go on top of that alphabet. Okay. So this is your key mapping table. This one. I prefer the static help. Dynamic help I'm very conversant with. Okay. So this is what I copied in a sheet of paper and I refer to it. Okay. Yeah. ओके अदर्वैस् दिस् इस् टु स्माल् फार् मै ऐस् यु नो ऐ कान् सी प्रापर्लि न ओके ओके सो ऐ जस्ट् हेपिलि साक् कापिड् इट् एण्ड् ऐ हेव् स्टक् इट् आन् मै ओके वाल् ओके रेगुलर् फ्रेण्ड्स् ओके So I'm telling you, it's not very great, yeah? Technical issues are not unsurmountable. You can do it. But for the same, Ashtadhyayi dot com appi atra udgata nam bhavati. One is Karapatram. Shriyanto, Ashtadhyayi, this I open and... And then depending on... whether I want sutra patha dhatu patha maybe I open it sarvam aham janami eva ha eta bhavati jana chandra bindu vishe eva klesha asite astu okay samadhanam ha samadhanam kruta abhavat okay chalo talk to mr arvindo also ha I'll also talk to him He is not feeling well actually. He said he used to take Tuesdays atra Advaita Chintana Vargaka. Parantu sahatu upsavan November madhya aham swikaromi aham idanim treatment madhya asmi iti saha upsavan. Oh, okay. He also got medical problem, huh? He's having some health issues. Yeah. Okay. इदानीम् अग्रे गच्छामः सत्त्वं समाप्तं नत्वं समाप्तं नुमागमः अपि समाप्तं ओके नत्वं लेट् सी अनिल् योनि सेड् न कुत्र वयम् आगतवन्तः नश्चापदन्तस्य ध्वनि सर्वं समाप्तं न अनुस्वारस्य यै परसवर्ण द सेकेण्ड् वन् not the first one second one ha atra atra okay kasyaha paryayah idanim adya to janah agachanti nirgachanti veyu bahuvaram ha chalo usha bhavati patatu anuswarasya yai parasavarnah prarabha patami mahode anuswarasya yai parasavarnah इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तत्तत् वर्गस्य पञ्चमो वर्णादीशो वर्णदीशो न न न वर्णादेशो वर्णादेशः भवति रेपः न अस्ति महोदय अत्र वर्णादेशो भवति परन्तु इट् लुक्स् लैक् दि ऐ अग्री वित् यु इट् लुक्स् लैक् दि वर्णादेशः ओके वर्णादेशः भवति यकारः वकारः लकारः च अपि यै प्रत्याहारे सन्ति किन्तु वर्गीयव्यञ्जनानि नः तेषां का गतिः यवले परे तु या मा न इत्यादेशो भवति इति बोध्यम् ओके किम् अवगतवती एतस्य आधारेण किञ्चित् अहं वदामि महोदय अनुस्वारस्य इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु अनुस्वारः वर्णव्यञ्जनेषु परेषु तत्वर्गीयपञ्चमवर्णः वर्णादेशः भवति सपोस् एकनिमिषम् अनुस्वारस्य स्थाने वर्गीय तत्तत् वर्गस्य पञ्चमवर्णः आगच्छति ओके इदानीं प्रश्नः उदेति जय् प्रत्याहारे अन्यवर्णाः काः वर्गीयवर्णाः सन्ति आम् अन्य किम् अस्ति अवर्गीयवर्णाः अपि सन्ति न आं महोदय यकारः वकारः लकारः च अपि यै प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि तेषां का गतिः? एवले परे दिस् सेण्टेन्स् ऐ एम् नाट् एबल् टु फालो. ओन्लि दिस् एवले परे शून्य वा न इत्यादेश किन्तु सम्यक्तया पठतु भवती तु किञ्चित् तत्र घोटाला कृतवती. यकार वकार लकार च अपि यै प्रत्याहारे सन्ति. आम् तत्तु वयं जानीमः, परन्तु यकार वकार लकार वर्गीयव्यञ्जनं नास्ति. आम् आम् महोदय. अतः परे शून्य महालः इत्यादेशो आदेशः भवति इति बोध्यम्. यकारः यकार अनुस्वारयकारः आगच्छति, वहार वकारः स्थाने चन्द्रबिन्दु वकारः ओके अनुनासिकयकारः अनुनासिकवकारः अनुनासिकलकारः, कारणं तेषां तु अनुनासिकभागः अपि अस्ति न, य व ल एतेषाम् अनुनासिक अननुनासिक इति रूपद्वयमस्ति. आं महोदय. ओके अतः अनुस्वारस्य स्थाने तदनन्तरं परवर्णः यकारः अस्ति चेत् अनुस्वारस्य स्थाने अनुनासिकयकारस्य आगमः भवति. ओके एवमेव वकारस्य लकारस्य अपि. अवगतम्? अवगतं महोदय. ओके अग्रे गच्छामः. महोदय महोदय, परन्तु एकवर्ण अपि लेफ्ट् राइट् य व ल अस्ति, रेफा कुत्र अस्ति वदतु. चत्वारि अवर्गीयव्यञ्जनानि सन्ति तत्र य व ल र, तु र अस्ति चेत् किमर्थं रेफस्य अनुनासिकरूपं नास्ति प्रथमम्. ओके द्वितीयं सामान्यतया रेफः न आगच्छति. ओके अस्तु तदपि अस्ति. पाणिनि महोदये बहु इण्टेलिजेण्ट्लि हि हेस् डन् दिस् जाब्. ओके यै यै प्रत्याहारनिर्माणं तु कृतवान्, परन्तु सः जानाति रेफस्य उल्लेखः न भविष्यति, अतः ओके फैन् य व ल तत्र तु अनुनासिकवर्णः अस्ति, अनुनासिकरूपमस्ति, तत्तु प्रयोगं भविष्यति. रेफ तु न आगच्छति एव, अतः चिन्ता एव नास्ति. ओके ओके भागीरथी इदानीं हा भागीरथी अग्रिम भागः पठतु मोनुस्वारविषये. पदान्तस्य मोनुस्वारः पदान्तस्य मकारस्य स्थाने अनुस्वार अनुस्वारः आदेशः भवति इति भवति हलीपरे. मह अत्यन्तम् अनुस्वारः प्रथमान्तं द्विपदम् इदं सूत्रम् हली सर्वेषाम् इत्यस्मात् हली इत्यस्य अनुवृत्तिः हली सर्वेषाम् इति एव इत्यस्मात् अनुवृत्तिः पदस्य इत्यस्य अधिकारः तयोः तयोर्या तयोर् तयोः अचि संहितायां तयोः संहितायां इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदस्य मह अनुस्वारः हलीसंहितायाम् उदाहरणं गृहम् अधिकं च गृहं च गृहं च मकारः अत्र अपगच्छति तत्र स्थाने अनुस्वारः आगच्छति पदस्य अन्ते मकारः इफ् इट् ईस् फालोड् बै हल् बै हल् हल् वर्णः तत्र हल् हल् वर्णः सर्वेषाम् इत्यस्मात् हलि इत्यस्य अनुवृत्तिः एव हलि हलिषां दट् इस् इत्यस्मा इस् अनन्तरम् इत् अस्मात् अनन्तरं हलि इति अनुवृत्तिः सूत्रम् अत्र तदेव पदस्य इति अधिकारः पदस्य इति अधिकारः एव अधिकारम् सो संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रस्य मह अनुस्वारः हलीसंहितायां संहितायां हलि तत्र मकारः अनुस्वारः भवति मकारस्य स्थाने अनुस्वारः भवति तदेव सो गृहञ्च तत्र अनुस्वारः मकारस्य स्थाने अनुस्वारः आदेशः भवति यतः गृहं च पदस्य मह अनुस्वारः हलीसंहितायां ते मकारः अनुस्वारः किमर्थम् मकारस्य स्थाने अनुस्वारः स्थापयामः केन कारणेन केन कारणेन पदान्तस्य मकारः भवति चेत् तत् स्थाने अनुस्वारः आदेशः भवति हलि हलीपरे सो हलि हलि भवति चेत् पदान्तस्य मकारस्य स्थाने अनुस्वारः भवति हलि भवति चेत् हलीपरे हलीपरे इत्युक्ते इदानीं गृहं च इति अस्माकं हस्ते अस्ति ओके तत्र मकारस्य अनुस्वारे परिवर्तितम् अस्ति केन कारणेन हलीपरे हा हलि हलीपरे मकारः भवति चेत् मकारस्य अनुस्वारः भवति सर्वे व्यञ्जनानि हलि परे एतस्य अर्थं किम् हल् वर्णस्य परे मकारः भवति करेक्ट् परे मकारः भवति अत्र गृहं च मकारः हल् वर्णस्य परे अस्ति वा मकारः हल् भगिनि गृह यदस्ति तस्य अन्तिमवर्णः किम् अकारः इक् अकारः एव ईवर्णः अचुवर्णस्य पूर्वम् एव अस्ति भगिनि अतः पश्यामः गृहम् गृहं च एवमस्ति न अस्माकं वर्णविच्छेदं करोतु गकारः गकारः ऋकारः ऋकारः हकारः अकारः अकारः अकारः मकारः अनुस्वार मकारः तदनन्तरं तदनन्तरं अकारः इम् एव तदेव भगिनि अनन्तरं चकारः चकारः ओके चकारः अनन्तरं च अस्ति न केवलं चकारः एवं वदामि वा गृहं च न चकारः अनन्तरम् अकारः अस्ति अकारः इदानीं पश्यतु एतस्य मकारस्य स्थाने वयं किं स्थापयामः अनुस्वारः स्थापयामः अनुस्वारस्य ययि परसवर्णः ओके एवमस्ति न सूत्रं किं वदति अनुस्वारस्य ययि परसवर्णः न न न अत्र मोनुस्वारविषये वयं पश्यामः न मोनुस्वारः किं वदति पदान्तस्य मकारस्य स्थाने अनुस्वारः आदेशः भवति हलीपरे ओके हलीपरे इत्युक्ते किम् हल् हल् वर्णस्य परे हल् वर्णस्य परे कुत्र भवति हल् वर्णः पदान्तस्य मकारः पदान्तस्य मकारः इत्युक्ते किम् पदस्य अन्ते मकारः ओके पदं किम् अत्र अस्माकम् उदाहरणे पदं किं गृहं गृहं अन्यपदम् अस्ति वा अन्यपदं पदं नास्ति वर्णः एव अस्ति च वर्णः अस्ति च पदं नास्ति वा आं भगिनि पदमेव गृहं पदमेव न वर्णद्वयम् अस्ति पदमेव पदद्वयम् अस्ति अत्र गृहम् एकं पदं च अन्यं पदम् ओके इदानीं गृहं यत् पदम् अस्ति तत्र मकारः कस्मिन् स्थाने आगच्छति मकारः पदस्य अन्ते आगच्छति अन्ते आगच्छति ओके तावत्पर्यन्तम् अवगतं मकारः पदस्य अन्ते अस्ति हल् वर्णः कुत्र अस्ति हलि परे इति लिखितम् अस्ति न अतः अस्माकम् अत्र उदाहरणं यदस्ति अत्र हल् वर्णः कुत्र अस्ति परे परे हल् वर्णस्य अनन्तरं न केवलं परे इत्युक्ते किं वदतु परे परस्थाने परस्थाने परस्थाने अन्य अन्य शब्दः उपयोगं करोतु परः इत्युक्ते अनन्तरम् अनन्तरम् अतः हली परे इत्युक्ते किं भवति हली अनन्तरं हल् वर्णस्य अनन्तरम् ओके न न न महोदय अत्र हल् वर्णस्य अनन्तरं नास्ति हल् वर्णस्य अनन्तरं हल् वर्णः मकारस्य अनन्तरं हल् पदान्तस्य मकारस्य स्थाने अनुस्वारः आदेशः भवति कदा यदा हल् वर्णः तस्य अनन्तरम् अस्ति भगीरथी अवगतम् अवगतं भगिनि पदान्तस्य मकारस्य स्थाने अत्र किमस्ति पदान्तस्य मकारः अस्ति पदम् अस्ति ओके इदानीम् एतस्य मकारस्य स्थाने अनुस्वारः आदेशः भवति कदा यदा हल् वर्णः तस्य परे अस्ति च यदस्ति अल्वर्णः अस्ति वा न? आम् आं भगिनि, अल्वर्णः अस्ति. अल्वर्णः अस्ति. अतः इदानीं पर्यन्तं किं चिन्तितवती? अल्वर्णस्य परे इत्युक्ते लः अस्ति किल, अत्र आ विस्मृतवती अकारः, सो हा अनन्तरं, तत् अल्वर्णस्य अनन्तरम् इति अहं दोषसहितं चिन्तितवती इदानीं पर्यन्तम्. इदानीमेव अवगतं भगिनि, सम्यक् अवगतम्. हल् इत्युक्ते प्रत्याहारः, व्यञ्जनानां कृते संक्षेपरूपेण पाणिनिमहोदय प्रत्याहारनिर्माणं कृतवान्, तदस्ति हल्. एवमेव स्वराणां कृते अच् इति प्रत्याहारः अस्ति. ओके, आं भगिनि, हल्वर्णः फालोड्, मकारः फालोड् बै हल्वर्णः, मकारस्य स्थाने अनुस्वारः. इफ् इट् इस् फालोड् बै अच्वर्णः, मकारं लेखनीयं, फुल् मकारं लेखनीयम्. तथैव बेसिक् रूल् वयं पठितवन्तः. इदानीं ऐ हाव् टु कनेक्ट् वित् दिस्. अवगतं भगिनि, सम्यक्. इदानीं किं कर्तव्यम्? किं वाट् द हेल् हेपेन्ड् हियर्? हा, अतः मकारस्य स्थाने अनुस्वारः स्थापितम् अस्ति. अवगतम्? अवगतं भगिनि. हम् हम् गृहम्. ओके, ओके भगिनि. ओके, इदानीं पदस्य मह अनुस्वारः हली संहितायाम्. ओके, इदानीं अग्रे अस्ति महोदय, एक प्रश्नः अस्ति. भवानेव पठतु अग्रिमभागं, हा, वा पदान्तस्य विषये, तदनन्तरं प्रश्नस्य वापदान्तस्य 8459 पदान्तस्य अनुस्वारस्य परसवर्णादेश वा भवति यै परे, अनुस्वारस्य यै परसवर्णः इत्यस्य बाधकसूत्रम् अनेन पदान्ते परसवर्णादेशवैकल्पिकः न तु द्वितीयः वा अव्ययपदं पदान्तस्य षष्ट्यन्तं द्विपदं सूत्रम्. अग्रे पठतु, अग्रे पठतु. किम् उदाहरणमपि दत्तमस्ति. अस्तु अस्तु. अनुस्वारस्य यै परसवर्णः इत्यस्य पूर्णतया अनुवृत्तिः तयोर्वाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं पदान्तस्य अनुस्वारस्य वा परसवर्णः यै संहितायाम्. ओके, पदान्तस्य अनुस्वारस्य वा परसवर्णः यै संहितायाम्. सो पदान्तस्य प्लस् यमः संयमः संयम अनुसरस्थाने अनुस्वारस्य यकार अनुनासिकयकारः. ओके, अनुनासिकयकारः वा पदान्तस्य अस्ति न अस्माकं हस्ते, अनुस्वारः एव तिष्ठति, तदपि शक्यम् अस्ति. तत्र आप्शन् अस्ति वा पदान्तस्य. इदानीं सं यदस्ति एकं पदम् अस्ति, यमः अन्यपदम् अस्ति, द्वयोः मेलनेन संहिता अस्ति न तत्र, सं यमः तत्र संहिता अस्ति, तत्र अनुस्वारस्य स्थाने परसवर्ण आदेशः स्वीकुर्मः चेत् यकार अनुनासिकयकारः स्थापयामः। यदा वा इत्युक्ते द्वितीयरूपं वयं स्वीकुर्मः चेत् अनुस्वारः तटेव तिष्ठति। ओके, इदानीम् अवगतम्? ओके, भवतः प्रश्नः किं? भगिनी भगिनी द्विविधम् अपि लेखितुं शक्यते वा? अथवा अनुस्वारयकारस्य एवं लेखितुं शक्यते द्वयोः अपि वा? अतः एव वा पदान्तस्य दत्तमस्ति न? वा पदान्तस्य एतस्य कारणं किम्? एवमपि संवत्सरः सामान्यतया वयम् उपयोगम् अनुस्वारस्य कुर्मः, एवम् अनुनासिकवकारः अनुनासिकयकारस्य उपयोगं सामान्यतया न कुर्मः अस्मिन् सन्दर्भे। सम्यक् पदमस्ति, तत्र तु वयम् अनुस्वारः एव स्वीकुर्मः, परन्तु एतदपि पदान्तस्य इति आधारेण एवम् अपि लेखितुं शक्यते। अत्र गृहञ्च यदस्ति अत्र तु सामान्यतया द्वयमपि लेखितुं शक्नुमः, परन्तु अनुस्वारस्य उपयोगम् अधिकं भवति। ओके, मकारः मकारः लिखामः चेत् अशुद्धं नास्ति। ओके, परन्तु सामान्यरीत्या तु अनुस्वारस्य उपयोगं वयं कुर्मः। ओके, अनिल् भवतः प्रश्नः किम्? अत्र प्रथमं ओके प्रथमम् अहं द्वितीयं प्रश्नं पृच्छामि। अत्र परसवर्ण इत्युक्ते किं महोदय? अहं कन्फ्यूज्. परसवर्ण इत्युक्ते पर स्थाने इत्युक्ते अनन्तरं यत्किमपि वर्णः आगच्छति। अत्र पश्यतु, गृहञ्च अत्र तु चकारः अस्ति। ओके, तत् परभागे अस्ति, मकारस्य अनन्तरम् आगच्छति। ओके, इदानीम् एकनिमिषं, अहम् अत्र लिखित्वा दर्शयामि। अरे वाट् इस् दिस्? इदानीम् अस्माकं हस्ते गृहं च एवम् अस्ति, एतस्य मकारस्य वयम् अनुस्वारे परिवर्तनं कृतवन्तः। ओके, यावत्पर्यन्तं नो प्राब्लम्। ओके, गृहं च, ओके, अत्र सन्धिकार्यं कर्तुं शक्यते। अस्तु, वयं किं कृतवन्तः? मकारस्य अनुस्वारे परिवर्तनं कृतवन्तः। इदानीं यदा वयं सन्धिकार्यं कुर्मः तदा किं भवति? गृहञ्च ञकारः आगच्छति, कारणं चकारस्य अनुस्वारस्य स्थाने परसवर्णः आगच्छति। अस्माकं हस्ते चवर्गीयवर्णः अस्ति, अतः अनुनासिकवर्णः चवर्गस्य ञकारः अस्ति, अतः ञकारः आगच्छति। ओके, अत्र सन्धिकार्यम्। ओके, गृहं च अत्र तु सन्धि अपि न कृतं, मकारस्य स्थानं मकारस्य स्थाने मकारः एव अस्ति। अनन्तरं वयं किं कृतवन्तः, अत्र हल् वर्णः अस्ति एतस्य कारणेन मकारस्य अनुस्वारे परिवर्तनं कृतवन्तः। तदनन्तरं सन्धिकार्यं वयं कुर्मः चेत् परसवर्णः अनुस्वारस्य स्थाने आगच्छति। परसवर्णः चकारस्य सवर्णः अनुनासिकः किमस्ति, नकारः, गृहञ्च इति आगच्छति। एतत् सम्यक्तया अवगच्छन्तु सर्वे जनाः, कारणं वारं वारम् एतस्य उल्लेखः अग्रे अग्रे आगच्छति। ओके, सो समापयतु प्रश्नम्। वा पदन्तस्य महोदय, वा पदन्तस्य इति सूत्रं किं वदति? पदान्तस्य अनुस्वारस्य परसवर्णादेशः वा भवति यै परे। वा भवति इत्युक्ते किं महोदय? अस्माकं हस्ते अस्ति सवर्ण उपयोगं कुर्मः वा अनुस्वारस्य उपयोगं कुर्मः। पदान्तस्य अनुस्वारस्य वा परसवर्णादेशः भवति। ओके, परन्तु अत्र अनुस्वार न लिखितम्। न, एकनिमिषं, गृहं च तत्र तु बहु सरलम् अस्ति, यदा अहं मकारं स्थापयामि अन्यथा अनुस्वारः स्थापयामि। ओके, द्वयमपि शुद्धमेव। ओके, परन्तु सामान्यरीत्या वयम् अनुस्वारस्य उपयोगं कुर्मः। अत्र उदाहरणं यद् दत्तमस्ति, अनुस्वारस्य ययि परसवर्णः, पदान्तस्य अनुस्वारस्य वा परसवर्णः ययि संहितायाम्, अस्मिन् सन्दर्भे सं यदस्ति तदपि पदम् अस्ति, यमः यदस्ति तदपि पदम् अस्ति, अतः एतयोः योजनेन संयमः इति वयं वदामः। संयमः, संलापः, ओके, संलापः, संयमः एवं न वदामः। ओके, संवत्सरः, संयोगः, संयोगः, संयोगः न वदामः। ओके, किमर्थम्? एतस्य कारणेन एव, कारणं यकारवकारलकारयोः लकाराणां अनुनासिकरूपमपि अस्ति, अतः उच्चारणे वयं संयोगः एव वदामः, संयमः एव वदामः, परन्तु लेखने चाय्स् अस्ति, वा अस्ति न, अतः यदा इच्छामः तदा अनुनासिकयकारः, अनुनासिकवकारः उपयोगं कुर्मः, अन्यथा अनुस्वारः एव लिखामः, तत्तु लेखनरीति अस्ति। ओके, अन्यप्रश्नः अस्ति वा? आम् महोदय, उपरि अस्ति अत्र मनुस्वारे, हा मनुस्वारः अत्र मनुस्वार पदस्य इति अधिकार कारण तत् अनुवृत्तिसहित सूत्रमस्ति, पदस्य मह अनुस्वारः हलिसंहितायाम्। अत्र अन्तशब्द किमर्थं पदान्तस्य मकारस्य स्थाने, अन्त कुतः आगच्छति? पदस्य अस्ति। ओके, अनुस्वारविषये पदस्य मह अनुस्वारः हलि संहितायाम्। ओके, इत्युक्ते ओके, अत्र पश्यतु किमस्ति, यदा अहं पञ्चु इति लिखामि, Thank you. सामान्यतया हिन्दीभाषायां वयं किं लिखामः एवं लिखामः अनुस्वारः किमर्थम् आगतम् अहं न स्मरामि. विद्या भवती स्मरति वा अनुस्वारः किमर्थम् आगतम्? तदनन्तरं परसवर्णः आगच्छति. ओके, अतः अनुस्वारस्य स्थाने परसवर्णः, चकारस्य परसवर्णः इत्युक्ते चकारस्य अनुनासिकवर्णः, चवर्ग अनुनासिकवर्णः भगिनी. तत्तु वयं लिखितवन्तः. अतः एतत् पदान्ते अस्ति, पदस्य अन्ते अस्ति. ओके, तत्र तु चाय्स् नास्ति, तत्र चाय्स् नास्ति. तत्र तु चञ्चु ञकारः एव लेखनीयम्. परन्तु अत्र गृहं यदस्ति, गृहम् आमां महोदय, तत्तु अवगतं. मम प्रश्नः अस्ति, मनुस्वारस्य विवरणे पदान्तस्य किमर्थं लिखितम्? इट् इस् पदस्य मकारस्य स्थाने पदस्य मह लिखितमस्ति, पदान्त न लिखितम्. देट्स् वाट्, बट् अबौ अबौ इट् इस् पदान्तस्य अबौ अबौ गो अप् महोदय. मनुस्वार फस्ट् आफ्टर् दट् इमिडियट्लि पदान्तस्य पदान्तस्य मकारस्य स्थाने अनुस्वारः आदेशः भवति. पूर्वपदस्य अन्तस्य नो नो इट् नीड् नाट् बि रैट्, इट् शुड् बि पदस्य मकारस्य. एनिवेर् इन् द पद मकारस्य स्थाने अनुस्वार आदेशः भवति, रैट्? ओके, अनुवृत्तिसहितसूत्रं किं वदति? पदस्य मह. ओके, अत्र पदान्तस्य मह न वदति, कारणं वा पदान्तस्य टेक्स् केर् आफ् द पदस्य अन्त. ओके, तत्र तु अस्माकं हस्ते अस्ति. लेटस् सी मनुस्वारः किम् अष्टाध्यायीमध्ये अष्टाध्यायीमध्ये अस्ति आल्सो देव विवरणं देव गिवन् पदान्तस्य, सो देट्स् वै ऐ एम् कन्फ्यूस्ड्. सूत्रक्रमाङ्कः किम् अस्ति? 8323 मनुस्वारः मह षष्ट्यन्तम्, अनुस्वारः प्रथमान्तम्, हली अनुवृत्ति, पदस्य पूर्वत्र सिद्धं संहितायां. सो देर् इस् नो अन्त. पदस्य मह हली अनुस्वारः संहितायाम्. इट् इस् नाट् पदान्त, बिकास् वा पदान्त टेक्स् केर् आफ् द पदस्य अन्त. बट् ओवर् ह्यो वाट् दे हेव् सेड्, पदान्तमकारस्य संहितायां व्यञ्जने परे अनुस्वारादेशः भवति. अष्टाध्याय्यां द्वाभ्यां सूत्राभ्याम् आदेशरूपेण अनुस्वारस्य विधानं क्रियते. ओके, एतयोः इदं प्रथमं सूत्रं. पदस्य अन्ते विद्यमानस्य मकारस्य हल् वर्णे परे संहितायाम् अनुस्वारादेशः भवति इति अस्य सूत्रस्य अर्थः. हरिं वन्दे, ओके, संहरति, अलङ्कृत्य, आल् दिस् इस् पदस्य अन्ते. ओके, अनुस्वारः इति पृथक् वर्णः अस्ति, अस्य उच्चारणं केवलं नासिकया सह भवति, तदर्थं मुखस्य साहाय्यं नैव अस्ति. सो लेट्स् सी इन् इङ्ग्लिश् वाट् इस् रिटन्. In the context of Samhita, the makara at the end of a pada is converted to anuswara when it is followed by a halvarna. ओके दिस् इस् कन्फ्यूजिङ्ग् ओके अग्रे वयं मोनुस्वारस्य उपयोगं वयं पदमध्ये अपि करिष्यामः ओके अस्तु महोदय सो वेट् फार् देट् ओके मोनुस्वारः विल् लैक् चञ्चु एक्साम्पल् हा यत् अहं दर्शितवती हा एवम् अन्य उदाहरणाः अपि सन्ति ओके अण्ड् देट् विल् कम् अक्रास् अस्तु महोदय तस्मिन् समये अधिकं स्पष्टं भविष्यति अस्तु महोदय परन्तु मम संशयः सम्यक् अस्ति वा हा सम्यक् अस्ति सम्यक् अस्ति सामान्यतया एव्रिबडि जस्ट् सेस् पदस्य अन्ते परन्तु मोनुस्वारस्य उपयोगं के न केवलं पदस्य अन्ते भवति पदे पद विकृण्डपदम् आल्सो इट् हेपन्स् देन् ओन्ली लैक् अहं वन्दे वि सेड् न देट् वन्दे वाट् हेपेण्ड् पदस्य मध्ये एव मध्ये एव आगतं न विजय ओन्ली गेव् देट् एक्साम्पल् न वेर् इस् देट् वयं पठितवन्तः वा वन्दे आमाम् उपरि उपरि अस्ति महोदय उपरि अस्ति न कुत्रापि अस्ति वन्द् धातुः उपरि उपरि हा अत्र अत्र अस्ति अत्र अस्ति महोदय वन् दिस् इस् वदि न वदि अत्र इकार लास्ट् लैन् महोदय न देट् इस् ओके बट् नौ लुक् एट् इट् हौ हौ द होल् थिङ्ग् इस् हेपनिङ्ग् वदि वद् अण्ड् देन् वन्द् अण्ड् देन् वन्द् वित् द अनुस्वारः अण्ड् देन् न ओके बट् हियर् मोनुस्वार इस् नाट् कमिङ्ग् इन् मोनुस्वार इत्यनेन वद् इति भवति वद् इदितो नुम् धातोः इत्यनेन नकारस्य आगमः तदनन्तरं दश्चापदान्तस्य झलि अतः न अपदान्तः अस्ति एतत् न यद् आगतं दिस् इस् अपदान्त एण्ड् इट् इस् फालोड् बै अ झल् वर्णः अतः अनुस्वारे परिवर्तितं भवति एण्ड् देन् आफ्टर्वर्ड्स् कम्स् द अनुस्वारस्य ययि परसवर्णः बट् देर् आर् अदर् प्लेसस् वेर् अन् मोनुस्वार कम्स्ति मोनुस्वारस्य प्रसक्तिः नास्ति अत्र अत्र मोनुस्वारस्य प्रसक्तिः नास्ति नष्टापदान्तस्य ध्वनि अस्ति ओके ओके समापयामः आं भगिनि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदक्ष्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः पुनर्मिलामः हव् यु आल् ट्रैड् द एक्ससैज़स् वाट् ऐ हव् गिवन् अहं तु क्रियापदानि स्थापितवती न एनिबडि ट्रैड् एनिथिङ्ग् ऐ हव् नाट् रिटन् बट् ऐ हव् ट्रैड् ओरलि ओरलि मेण्टलि ऐ हव् ऐ वास् टेलिङ्ग् मैसेल्फ् how it has gone, how we have to obtain the dhatu final thing. But I didn't write it, Mahodaya, in the notebook. Okay, try writing it. Try writing okay. it. Agrima avasare vayam dirga vishye pashyamaha. Oh. Okay. Hey, this... Okay. Oh, 1 minute, huh? Hey. This... Dito num dhatu ho is, but still some more, huh? Haan, Mahodaya. This is really too long, huh? Mm. Okay. We'll try to finish it and finish this Upada Dirga also. yeah, I think this is upada dirgha, is that's very easy actually, but remembering all this is what is difficult, huh?